अनिल् महोदय नमस्कारः, अत्र आरम्भं श्लोकं वक्तुम् इच्छति वा? अनिल् महोदय अस्ति वा? आम् महोदय अस्ति, अस्मि। आरम्भं श्लोकं वदतु कृपया। नमस्कारः, सुस्वागतं व्याकरणविषये। अस्तु, आरम्भं करोतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावतितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुर्वे नमः। अत्र नासिक उदर औष्ट जङ्ग दन्त कर्ण शृङ्गार च इति एतत् सूत्रविषये वयं पठितवन्तः। अत्र कुत्र कुत्र नीश् इति प्रत्ययेन नासिका च उदरं च तत्र कुत्र कुत्र इकारादेशः भवति, अनन्तरम् अद्य अजाद्य यत टाप् इत्यनेन टाप् प्रतिं कुत्र भवति इति वयं दृष्टवन्तः। इतोपि एतत् विषये अत्र पठितव्यमेव, किञ्चित् अत्र प्रश्नः उदेति एव, कुत्र कुत्र स्वाङ्गचोपसर्जन उपसर्जनात् असंयोग उपादायात् अत्र त्रीणि किमस्ति, अत्र निमित्तानि सन्ति, अत्र स्व अङ्गम् अस्ति, अनन्तरम् अत्र उपसर्जनम्, अनन्तरम् असंयोग उपदात् संयोगः नास्ति इति वयं दृष्टवन्तः। इदानीम् अत्र एक अन्यसूत्रमपि आगच्छति, अत्र किम् अस्ति चेत् नासिक उदरयोः न क्रोडादि बह्वचः, यत्र बह्वचः अस्ति अत्र तत् स्थाने निश् प्रत्ययं विधानं निषिद्धः इति एतत् विषये वयं दृष्टवन्तः। परन्तु इतोपि स्पष्टीकरणार्थम् एतत् सूत्रं पुनरपि आगत्य किम् अत्र भवितव्यं, किम् अत्र स्थापनीयम् इति पठतु महोदय, अत्र पठतु किञ्चित् मन्दैः पठतु, किमर्थं चेत् अत्र बहु क्लिष्टकरमेव एतत् सूत्रम्, अतः मन्दरूपेण पठतु, अवगच्छति एव। अस्तु अस्तु महोदय। ओष्ठादीनां ओष्ठ जङ्घा दन्त कर्ण शृङ्ग च पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते। वचनम् इदं मध्ये अपवाद अपवाद न्यायात् ओष्ठ जङ्घा दन्त कर्ण शृङ्ग चेति स्वाङ्गवाचिन शब्दाः सन्ति। तदन्त प्रातिपदिकात् स्वाङ्गाचोपसर्जनात् संयोगोपधात् इत्यनेन स्त्रियां विकल्पेन नीश् अप्राप्तः, यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः। अर्थात् ओष्ठजङ्घादन्तकर्णशृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां नीश् अप्राप्तः अस्ति। स्वाङ्गोच्चोपसर्जनात् संयोगोपदात् इत्यनेन एतेषां पञ्चानां शब्दानां नीष् विधानम् अस्ति नासिकोदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च इति प्रकृतभूतसूत्रेण। एतेषु पञ्चसु शब्देषु बहवः अचवर्णाः न सन्ति इत्यतः न क्रोडादिबहवचः इत्यस्य प्रसङ्गः एव नास्ति। अत्र मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं सामान्यसूत्राणां मध्ये पठितं वर्तते इत्यतः स्वाङ्गोच्चपसर्ज उपसर्जनात् संयोगोपधात् इति पूर्वसूत्रम् एव बाधते, न तु सहनन्विद्यमानपूर्वाच्च इति उत्तरसूत्रम्। सहननिविद्यमानपूर्वाच् इत्यनेन सह नय विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां नीच् प्रत्ययो न भवति। सहनलक्षणः तु प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति। अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं सहननि विद्यमानपूर्वाच्च इति सूत्रं परशास्त्रम् अस्ति इत्यतः तत् प्रकृतिसूत्रस्य बाधकम् अस्ति। सहननि विद्यमानपूर्वाच्च इति सूत्रं परत्वात् स्वाङ्गाच्योपसर्जनात् संयोगोपदात् इत्यस्यापि बाधकं भवति। अस्तु, उत्तमं, बहु समीचीनम्। अत्र पश्यतु, ओष्ठादीनां यत्र भव अत्र नासिक उदर ओष्ठ जङ्ग दन्त कर्ण शृङ्गा च इति सूत्रमस्ति। तत् सूत्रेण ओष्ठादीनाम् इति अत्र षष्टि बहुवचने किं किम् अस्ति ओष्ठादीनाम्? ओष्ठ जङ्ग दन्त कर्ण शृङ्ग च अत्र संयोगः भवति। पञ्चाणां तु असंयोग उपदात् असंयोग उपदात् अत्र ओष्ठ इति पर्युदासे प्राप्ते वचनम् इदं मध्ये अपवादानां मध्ये अपवाद अदन्त अदन्त अपवाद न्यायात् अपवादन्यायात् मध्ये अपवादन्यायात् अपवादम् इत्युक्ते किं? पूर्वं वयं पठितवन्तः, इतोपि अत्र दृष्टिकरणार्थं एकनिमिषम्। अपवादं किम् अस्ति चेत् अत्र मनसि स्थापयतु। द्रष्टुं शक्यते खलु? पठतु, भवान् एव पठतु। अपवादः इत्युक्ते येन न प्राप्त यः विधिः आरभ्यते नूतनतया यत् विधिः आरब्धा सः एव अपवादः। इदानीं वयं पूर्वम् एकं परिभाषासूत्रम् अपि पठितवन्तः, अपवादसूत्रं किमस्ति अत्र कोऽपि स्मरन्ति वा? झटिति वदतु, मया बहुवारम् उक्तमेव। आं महोदय, परन्तु कोऽपि जानन्ति वा? केऽपि जानन्ति वा परिभाषासूत्रं पूर्व पर अन्तरङ्ग? एतत् परिभाषासूत्रमस्ति खलु, तत् सूत्रविषये अत्र अपवादानाम् उत्तर उत्तरौ बलीयः इति। पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रात् अपवादानम्। अत्र अपवादम् इत्युक्ते किम् इति स्पष्टीकरणार्थमेव मया अत्र स्थापितम्। अपवादः इत्युक्ते येन न प्राप्तः इतःपर्यन्तं यत् अत्र न प्राप्तः यः विधिः आरभ्यते नूतनतया अत्र अन्यसूत्रम् आगत्य कार्यं करोति, नूतनतया अन्यसूत्रम् आगत्य कार्यं करोति, एतदेव अपवादानं। पूर्वविधिः येन न प्राप्तः अन्यसूत्रम् आगत्य कार्यं करोति, एतत् विषये वयं वृद्धिरादे वृद्धिरेचि अनन्तरं युगो किम् अस्ति अत्र आदुगुणः इति सूत्रविषये वयं दृष्टवन्तः एव। इदानीम् अत्र असंयोग उपदात् पञ्चाणां तु संयोगः अस्ति इति खलु, पर्युदासः अपि मया पर्युदासरविषये अपि मया सूचितमत्र। पर्युदासः इत्युक्ते किम्? पर्युदासः इत्युक्ते अत्र ब्राह्मणः अब्राह्मणः आनय इति अस्ति चेत् अत्र ब्राह्मणं ब्राह्मणः अत्र नास्ति, अन्य कोऽपि आगच्छति इति, तदेव अत्र अपि भवति। अन्यविषये अत्र प्राप्ते वचनम् इदं मध्ये अपवाद न्यायात्, अत्र मध्ये अपवादन्यायात् न्यायमस्ति अत्र, ओष्ठ जङ्घ दन्त कर्ण शृङ्ग इत्यस्य संयोगः भवति चेत् स्वाङ्गवाचिनः शब्दाः सन्ति, एतत् स्व अङ्गवाचिनः, ओष्ठ इति पूर्णतया स्व अङ्गमेव अत्र, तद् अन्त प्रातिपदिकात् तद् अन्त प्रातिपदिकात् तदन्तप्रातिपदिकात् स्वाङ्गचो उपसर्जनात् असंयोग उपदात् इत्यनेन स्त्रियां विकल्पेन ञीष् अप्राप्तः, यतोहि एते संयोग उपदा सन्ति, संयोगः उपदा अस्ति, अतः तत्र ञीष् प्रत्ययम् अप्राप्तः इति तत्र दत्तम्। पर्युदासात् एक पर्युदासात् पर्युदासात्मक निषेधः प्राप्तः, अतः तत्र निषेधः प्राप्तः ञीष् इति प्रतीक। अर्थात् ओष्ठ जङ्घा दन्त कर्ण शृङ्ग इति संयोग उपदाः शब्दाः, अतः एतेषां ञीष् इति अप्राप्तः ईकारान्तः न आगच्छति इति, पूर्वं वयं दृष्टवन्तः चन्द्रमुखी इति, इदानीं तत्र नाम भवतु इति। स्वाङ्गचोपसर्जनात् असंयोग उपदात् इत्यनेन एतत् अत्र ञीषित्यप्रत्ययं न भवति, तदेव तत्र उक्तं। किमपि क्लेशः भवति वा अत्र? न अत्र समीचीनतया उक्तमेव। इदानीम् अत्र एतेषां पञ्चाणां शब्दानां ञीष् विधानम् अस्ति, कुत्र भवति? नासिक उदर ओष्ठजङ्घ दन्त कर्णशृङ्ग च इति प्रकृतभूतसूत्रेण अत्र भवति इति तत्र दत्तम्। एतेषु पञ्चशब्देषु बहवः अच्वर्णाः न सन्ति इत्यतः न क्रोडादि बहुवचः इत्यस्य प्रसङ्गः एव नास्ति। अत्र बहवः अच्वर्णाः सन्ति, अतः न क्रोडादि बहुवचः इति सूत्रम् अत्र न प्रसङ्गस्य विषये प्राप्तिः विषये न भवितुम् अर्हति इति। इदानीम् अत्र मध्य अपवादाः पूर्वाणि विधीन् वादन्ते न उत्तरान्, अत्र एतत् परिभाषा इव अत्र प्रसिद्धवार्तिकमस्ति। किम् अस्ति चेत् मध्ये अपवादाः पूर्वाणि विधीन् एव वादन्ते, वयं पूर्वमेव दृष्टवन्तः न उत्तरान्, उत्तरविषये अत्र वादनं न करोति न भवति इति इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं सामान्यसूत्राणां मध्ये पठितं वर्तते इत्यतः स्वाङ्गचो उपसर्जनात् असंयोग उपदात् इति पूर्वसूत्रमेव बाधते, न तु सह नै विद्यमान पूर्वाच सह नै अत्र अष्टाध्याय्याम् अष्टाध्यायी अस्ति खलु व्योममध्ये नार्थ् सैड् मध्ये सः नयि ञकारस्य स्थाने यकारः श्रूयते, परन्तु अत्र सौत् सैड् मध्ये नञ्ज् इत्येव श्रूयते. व्योम इति अत्र बलवत् रूपेण अत्र नञ्ज् इत्येव उक्तवन्तः. इदानीम् अत्र अष्टाध्यायी सूत्राणि सन्ति एव, चलन्ति एव, तत् समये अत्र स्पष्टीकरणार्थं ञञ्ज् एव वक्तव्यं, ञञ्ज् एव वक्तव्यम् इति उक्तम्. अतः अत्र सः ञञ्ज् विद्यमान पूर्वा च इति उत्तरसूत्रमस्ति. सूत्रसङ्ख्या 4157 अस्ति. किम् अस्ति अत्र मध्ये अपवादाः पूर्वान् विधिन् एव बाधन्ते, न उत्तरसूत्रं विषये बाधकं न भवति इति. सः नञ्ज् विद्यमानपूर्वा च इत्यनेन सः नञ्ज् विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां नीश् प्रत्ययः न भवति इति. अतः तत्र नीश् इति अत्र भवति इति न भवति इति तत्र दत्तम्. सः नञ्ज् लक्षणः तु प्रतिषेधः अत्र न भवितुम् इति प्रतिषेधः अत्र रोद् किमस्ति अत्र रुदुधातुः रुदति प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति. प्रकृतसूत्रविषये साधारणतया यत् सूत्रम् आगच्छति तत् सूत्रस्य विषये अत्र बाधा भवति इति. अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं सः नञ्ज् विद्यमानपूर्वा च इति सूत्रं परशास्त्रमस्ति इत्यतः प्रकृतसूत्रस्य बाधकमस्ति. सः नञ्ज् विद्यमानपूर्वा च इति सूत्रं परत्वात् स्वाङ्गजो उपसर्जन इति सूत्रात् उपसर्जनात् असंयोगपूर्वात् इत्यस्यापि बाधकं भवति. इदानीं सघनञ्ज् सूत्रं तु 4157 अस्ति, एतत्तु 54 अस्ति. अतः किं वयं दृष्टवन्तः, मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ते न उत्तरान्. अतः उत्तरसूत्रमस्ति अत्र सघनञ्ज् विद्यमान पूर्वा च इति सूत्रम् उत्तरसूत्रमस्ति. अतः तत्र पूर्वसूत्रमेव बाधकं भवति, उत्तरसूत्रं न बाधकम् इति. अत्र इतोपि किञ्चित् उदाहरणरूपेण दत्तम् अत्र किमस्ति, गोदामल् पठितुं शक्यते वा? गोदामल् तुङ्गे तुङ्गे तुङ्गे नासिके यस्याः सा तुङ्गनासिकी तुङ्गनासिका, तिलम् उदरे यस्याः सा तिलोदरी तिलोदरा, बिम्बम् इव ओष्ठे यस्याः सः बिम्बोष्ठी बिम्बोष्ठा, दीर्घो जङ्गे यस्याः सा दीर्घजङ्गी दीर्घजङ्गा, समाः दन्ताः यस्याः सा समदन्ती समदन्ता, शोभनो कर्णो यस्याः सा सुकर्णी सुकर्णा, तीक्ष्णे शृङ्गे यस्याः सा तीक्ष्णशृङ्गी तीक्ष्णशृङ्गान् शृङ्गन् शृङ्गा. उदाहरणरूपेण वयं विकल्पेन द्रष्टुं शक्यते, किञ्चित् स्थाने चन्द्रमुखी चन्द्रमुखा तदेव भवति. अत्र अपि एकस्मिन् पक्षे नीश् इति प्रत्ययेन ईकारः दीर्घ ईकारः श्रुतवन्तः, अन्यस्मिन् पक्षे दीर्घ आकारः एव श्रुतवन्तः. अत्र तिलम् उदरे यस्य सः तिलोदरी तिलोत्तम इति नर्तकी अस्ति खलु, अत्र उपरि देवलोकमध्ये तत् किमर्थं तस्याः नाम तिलोत्तमा इति भवति चेत् अत्र यत्र यत्र शोभनमस्ति यत्र यत्र अत्र शोभनमस्ति तत् स्थाने किञ्चित् किञ्चित् तिलं तिलम् इत्युक्ते अत्र किञ्चित् बहु न्यूनं ब्रह्मा एतत् स्वीकृत्य यत्र यत्र शोभनं भवति एतत् सर्वाणि एकटि एकस्थाने कृत्वा उत्पत्तिं भवति सा एव तिलोत्तमा. ओ अत्र बहु उन्नतमस्ति वा प्रकृतेः अत्र एकमेव स्वीकृत्य अनन्तरम् अत्र यत्र यत्र शोभनम् अस्ति तत्र तत्र तिलम् इव स्वीकृत्य ब्रह्मणः कृतवन्तः सा एव तिलोत्तमा. एतत् अन्यविषयं सूचनार्थं मया उक्तम् अत्र अत्र पृच्छा वेति वक्तव्यं कल्याणपुच्छी कल्याणपुच्छा एतदपि इदानीमत्र कब शान्ता भगिनी पठतु अत्र अग्रे. कबरं मणि विषशरेभ्यो नित्यं कबरं चित्रं पुच्छं यस्याः सा कुबर कबरपुच्छी मणिः पुच्छं यस्याः सा मणिपुच्छी विषः पुच्छं यस्याः सा विषपुच्छी शरः पुच्छं यस्याः सा शरपुच्छी. अत्र विशेषेण अत्र कुत्र कुत्र अङ्गं स्वीकृत्य इदानीम् अत्र पुच्छी इत्युक्ते अत्र टेल् अस्ति खलु एतद् विषये अत्र सार्पेनपि पुच्छी एव अत्र तद्स्थाने एव अत्र विषं बहु अस्ति एतद् विषये वयं दृष्टवन्तः. इदानीम् उपमानात् पक्षात् च पृच्छात् च पुच्छात् च इति अपि भवती एव पठतु. उपमानात् पक्षात् पुच्छात् च उलूकपक्षो इव पक्षौ यस्याः सा उलूकपक्षी सेना उलूकस्य पुच्छम् इव पुच्छं यस्याः सा उलूकपुच्छी. अग्रे अत्र चन्द्रमति चन्द्रमति पठितुं शक्यते वा? चन्द्रमति अस्ति वा? पठामि भगिनि. न क्रोडा तदारभ्य वा? न क्रोडादि बह्व्यच्च बहुवचः बहुवचः चतुर्थाध्याये प्रथमपादे षड् पञ्चाशत्तमसूत्रं क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष्ट क्रीडादिगणे पठिताः स्वाङ्गवाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीष् प्रत्ययः न भवति. बह्वचः इत्युक्ते यस्मिन् त्रयः वा अधिकाः अचः सन्ति. क्रोडाः आदिः येषां ते बह्वोच्यस्य सः बह्वच् क्रोडादश्चः बह्वच् च एतेषां समाहारद्वन्द्वः क्रोडादि बह्वच् तस्मात् क्रोडादिबह्वचः स्वाङ्गाच्च स्वाङ्गाच्चो उपसर्जनात् संयोगपथात् चतुर्थाध्याये प्रथमपादे चतुर्पञ्चाशत्तमसूत्रम् इत्यनेन विकल्पेन प्राप्तस्य नीप् इत्यस्य प्रतिषेधः क्रियते न अव्ययपदं क्रोडादिबह्वचः पञ्चम्यन्तं द्विपदं सूत्रं ज्ञाप् प्रातिपदिकात् चतुर्थे प्रथमपादे प्रथमं सूत्रं प्रत्ययः तृतीयाध्याये प्रथमपादे प्रथमं सूत्रं परश्च तृतीयाध्याये प्रथमपादे द्वितीयं सूत्रं स्त्रियां चतुर्थाध्याये प्रथमपादे तृतीयं सूत्रम् इत्येषाम् अधिकारः अन्यतो ङीप् चतुर्थाध्याये प्रथमपादे चत्वारिंशत्तमसूत्रम् इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः स्वाङ्गाच्चोपसर्जनात् संयोगपदात् चतुर्थाध्याये प्रथमपादे चतुर्पञ्चाशत्तमसूत्रम् इत्यस्मात् स्वाङ्गाच्चो उपसर्जनात् इत्येषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वाङ्गात् उपसर्जनात् क्रोडादिबह्व्यचः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीप् न एतदेव स्पष्टीकरणार्थं पुनरपि अत्र कुत्र नीष् भवति कुत्र नीष् ज्ञा भवति इति तत्र दत्तवन्तः अत्र न क्रोडादि बह्वचः अत्र बह्वचः अस्ति चेत् स्वाङ्ग स्व अङ्गात् अत्र नीष् प्रत्ययम् इति न भवति इति वयं दृष्टवन्तः इदानीं क्रोडादिगणे इति आकृतिगणः क्रोडादिगणः किञ्चित् स्पष्टीकरणार्थं तत्र गणः इति अस्ति गण इति वयम् अत्र एतद् विषये गणपाठः इति अस्ति कुत्र भवति चेत् इदानीं पश्यतु अत्र सूत्रपाठः धातुपाठः शब्दपाठः गणपाठः इति अस्ति अत्र अत्र पृथक्तया आगच्छति किं किम् अत्र स्वादि स्वरादिगणः अस्ति स्वादिगणः अस्ति आकृतिगणः अस्ति छादिगणः अस्ति छादिगणः इत्युक्ते अत्र प्रादि प्रादि इत्युक्ते किं प्रादयः इत्युक्ते किं कोऽपि जानन्ति वा प्रादयः इत्युक्ते उपसर्गः हा उत्तमम् उपसर्गमेव प्रादयः इदानीम् अत्र ऊर्यादिगणः तदेव अत्र बहवः गणाः सन्ति एव तत् गणे किञ्चित् विशेषरूपेण गणपाठः स्वीकृतम् इदानीम् अत्र स्वाङ्गवाचिनः तदा बहुवचः स्वाङ्गवाचिनः एतत् क्रोडादिगणे एतत् पठितवन्तः इदानीमत्र स्वाङ्गवाचिनः स्व अङ्गवाचिनः प्रातिपदिकेभ्यः अनन्तरं स्त्रीत्वविवक्षायां स्त्री अत्र लिङ्गम् आगन्तव्यम् इति विवक्षा अस्ति अत्र नीषु प्रत्ययः न भवति विवक्षा अस्ति परन्तु अत्र नीष् न भवति नीष् आगच्छति चेत् एव अत्र चन्द्रमुखी इति कर्तुं शक्यते बहुवचनः इत्युक्ते यस्मिन् त्रयः वा अधिकाः वा अच्छः सन्ति वर्णाः त्रयः वा अधिकाः वा यत्र सन्ति एतदेव बहुवचः इति अत्र अच्वर्णाः बहवः सन्ति इति क्रोडा आदिः येषां ते क्रोडादयः अत्र अन्यपदं सूचयति इदानीं बहुवच् यस्य सः बहुवच् क्रोडादयश्च बहुवचः च तेषां समाहारद्वन्द्वः यत्र यत्र समाहारद्वन्द्वः भवति तत्र नपुंसकलिङ्गं स्वीकुर्मः क्रोडादिबहुवचः तस्मात् क्रोडादिबहुवचः स्वाङ्गोच्चो उपसर्जनात् असंयोग उपदात् इति सूत्रं वयम् अत्र पूर्वं दृष्टवन्तः इत्यनेन विकल्पेन विकल्पेन इत्युक्ते एकस्मिन् पक्षे नीषु प्रत्ययं भवति, अन्यस्मिन् पक्षे न भवति. इदानीम् अत्र विकल्पेन प्राप्तः नीषु प्रत्ययम् इत्यस्य अत्र निषेधः भवति इति, अत्र नीषु प्रत्ययं न भवति इति. न अव्ययपदं, न क्रोडादि बहुवचक इत्यस्य न इति अव्ययपदं, क्रोडादि बहुवचक पञ्चम्यन्तम् अतः परकार्यं भवति. द्विपदमिदं सूत्रं ज्ञाप्रातिपदिकात्, ज्ञाप्रातिपदिकात् प्रत्ययः परच स्त्रियाम् इति तेषाम् अधिकारः अधिकारकः आगच्छति अत्र. अन्ये अन्यतो नीष् इत्यस्मात् नीष् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. नीष् आगत्य स्त्री स्त्रीत्वं विवक्षायां कार्यं करोति इति. स्वाङ्गश उपसर्जनात् असंयोग उपदात् इत्यस्मात् स्वाङ्ग उपसर्जनात् स्वाङ्ग च उपसर्जनात् इति एतेषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. अत्र स्वाङ्गात् उपसर्जनात् क्रोडादि बहुवचः, प्रातिपदिकात् च प्रत्ययः परस्य स्त्रियाम् इति अस्ति चेत् अत्र नीच् इति न भवति इति एतत् सूत्रं वदति. पुनरपि पुनरपि एतत् विषये पठितव्यमेव, अनन्तरमेव एतत् मनसि तिष्ठति. स्वागच उपसर्जन अनन्तरं नासिक ओदर अनन्तरं न क्रोडादि बहुवचक किम् अस्ति इति मनसि स्थापनार्थम् अत्र क्रोडा कुरा. अनिल् महोदय पठतु अत्र. आं महोदय. क्रोडा खुरा उखा बाला शफा खुदा न गुदा घोणा नखा मुखा सुभगा सुगला इति शब्दाः क्रोडादिगणे सन्ति. क्रोडादिगणः आकृतिगणः अस्ति. अत्र अन्ते किं श्रूयते? बहवः शब्दाः अत्र पठितवान्, अत्र किं श्रूयते अन्ते? आकार, दीर्घ आकारः अथवा चन्द्रमुखा इति भवति. निष्कृतेम् अत्र नास्ति इति इदानीमेव वयं दृष्टवन्तः. अग्रे पठतु, भवानेव अग्रे पठतु. अत्र आकृतिगण इत्युक्ते किं महोदय? इदानीमपि मया एतत् विषये सूचितं खलु. आकृतिगणः बहवः अस्ति अत्र. आकृतिगणः च वा ह अह एव एवम् एतत् किम् अस्ति अत्र. किञ्चित् स्थाने अव्ययरूपेण भवति खलु? आमाम् अवगतम्. किञ्चित् समस्या आगत्य कार्यम् एतत् अत्र किमस्ति विशेषणतया तत्र दत्तं. किं किम् अस्ति इति अग्रे एतत् विषये कुत्र आगच्छति? छादि अपि अस्ति अत्र सूत्रं. छादयो छादयो असत्त्वे इति सूत्रेण आकृतिगणः एतत् सर्वाणि पदानि अत्र आगच्छति. पदमित्युक्ते शरीरमिति किम् शरीरमिति तर्कविषये स्वीकुर्मः. पदमिति अस्ति खलु अत्र. शरीरमिति तर्कविषये ते स्वीकृतवन्तः. अस्तु अग्रे पठतु. यथा कल्याणी गुड् क्रोडा चेष्ट यस् एषः सः कल्याणक्रोडा. शोभने जगने हिप यस्य सः सुजघना. अत्र कल्याणक्रोडी सुजघनी नास्ति. अत्रापि निष्कृतेम न आगच्छति. अग्रे भवान् एव पठतु. सः नै विद्यमान पूर्वाच्च सः नै विद्यमान च इति एवं पूर्वात् प्रातिपदिकात् स्त्रियां निष्प्रत्ययोः न भवति. स्वाङ्गोच्चुपसर्जनात् संयोगोपधात् नासिकोदरोष्टजङ्गादन्तकर्णशृङ्गा च इति च प्राप्तो नीश प्रतिषिध्यते. सः नये तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाचिशब्दः उत्तरपदे चेत् तदन्तात् प्रातिपदिकात् नीस् इति प्रत्ययः न भवति स्त्रीत्वविवक्षायाम्. अस्मिन् सूत्रे सः इत्यस्य अर्थः विद्यमानः इति. निस् इति प्रत्ययस्य अभावे अजाद्यतष्टात् इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति. सः च न च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः. सः नै विद्यमानानि तानि पूर्वे यस्य तत् सः नै विद्यमानपूर्वं तस्मात्. सः नै विद्यमानपूर्वात् पञ्चम्यन्तं चाव्यं चाव्ययम् अजाद्यतष्टात् इत्यस्मात् अतः इत्यस्य अनुवृत्तिः. स्वाङ्गोचोपसर्जनात् संयोगोपधात् इत्यस्मात् उपसर्जनात् स्वाङ्गात् इत्यनयोः अनुवृत्तिः. न क्रोडादिभवच भवचः इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सह नै विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीश् न. स्पष्टीकरणार्थम् इतोपि एतत् एव आगच्छति, नीश् इति न आगच्छति. पूर्वमेव वयं दृष्टवन्तः सः नै विद्यमानपूर्वा च. सः अस्ति नै नञ्ज् इति अस्ति विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् अत्र स्त्रियां नीश् प्रत्ययः न भवति. नीश् इत्युक्ते दीर्घ आकार दीर्घ ईकारः अत्र न भवति इति नयि सखि इति अत्र न भवति इति. स्वागच उपसर्जनात् असहयोगपूर्व असहयोग उपदात् इति सूत्रमस्ति. एतत्तु चतुर्थ अध्याये प्रथमपादे चतुष्पञ्चाशत् सूत्रमस्ति. इदानीम् अत्र नासिक उदर उष्टजङ्ग जङ्गादन्तकर्णशृङ्गा च इति सूत्रं 55 अस्ति. एतत्तु पूर्वसूत्रमस्ति स्वाङ्गच. नासिक तु परसूत्रमस्ति. इदानीमत्र सहन्यञ् विद्यमानपूर्वाच इति परसूत्रमस्ति. अतः क्रमेण आगच्छति अत्र 54, 55 अनन्तरं 57 अस्ति. इति च प्राप्तो नीश् प्रतिषिध्यते सर्वत्र. अत्र नीश् इति ई दीर्घ ईकारः स्त्रीलिङ्गव्यवस्था अस्ति अपि अत्र, परन्तु निषिध्यते प्रतिषिध्यते अत्र कार्यं न भवति. सः नञ्ज् तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाचि शब्दः च उत्तरपदे चेत् तदन्तात् प्रातिपदिकात् नीश् इति प्रत्ययः न भवति इति. स्त्रीत्वव्यवसायम् अस्ति अपि अत्र अस्ति चेदपि नीश् इति प्रत्ययः न भवति इति. प्रतिषिध्यः रुध्यति अत्र रोदनं किम् अस्ति हर्डल् भवति अत्र. इदानीम् अस्मिन् सूत्रे सः इत्यस्य अर्थः विद्यमानः इति अस्ति. पुत्रेण सह पिता गच्छति. सः इति अत्र विद्यमानः इति अर्थे आगच्छति. विद्यमानः इत्युक्ते सत्तायाम् अत्र भवति इति अर्थे विद्यमानः इति अर्थे. नीश् इति प्रत्ययस्य स्थाने अजादियतश्चाप् इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययः भवति. इदानीमेव वयं दृष्टवन्तः क्रोडा खुरा ऊखा बाला तत्र सर्वत्र टाप् प्रत्ययं भवति. अत्र टाप् मध्ये आ एव तिष्ठति. पकारः अन्यन्त्यन्तस्य लोपः टा मध्ये अत्र छुटु इति सूत्रेण इट् टकारः इति भवति. आ एव तिष्ठति. इदानीमत्र सः च नञ्च विद्यमानं च तेषाम् इतरेतरद्वन्द्वः. सः नञ्ज् विद्यमानानि तानि पूर्व यस्य तत् सः नञ्ज् विद्यमानपूर्व तस्मात् इति भवति. सः नञ्ज् विद्यमानपूर्वात् पञ्चम्यन्तम् अतः परकार्यं भवति. च अव्ययपदमस्ति अत्र. पूर्वा च इति अस्ति खलु अत्र. च इति अव्ययपदम् अजादि यतष्टाप् इत्यनेन अतः तत्र एतत् अनुवृत्तिसूत्रं भवति. स्वाङ्गच उपसर्जनात् असंयोग उपदा च इत्यस्मात् उपसर्जनात् स्वाङ्गात् इत्यनयोः अनुगतिः भवति. न क्रोडादि बहुवचः यत्र बहुवचः अच् अस्ति अत्र नीश् इति न भवति इति वयं पूर्वं दृष्टवन्तः. इत्यस्मात् न इत्यस्य अनुगच्छति. अनुवृत्तिसहितसूत्रमस्ति अत्र. सः नञ् विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च प्रत्ययः परच स्त्रियां ङीष् न भवति इति एतत् सूत्रम् अत्र पुनरपि पुनरपि अत्र दृढीकरणार्थं स्पष्टीकरणार्थम् एतत् सूत्रं भवति. इदानीमत्र शान्त गोदमल् पठतु. यथा सः केशा यस्याः सा सकेशा अविद्यमानाः केशाः यस्याः सा अकेशा विद्यमाना नासिका यस्याः सा विद्यमाननासिका सः नासिका यस्याः सा सनासिका अविद्यमाना नासिका यस्याः सा अनासिका अनासिका अस्तु. अतः एतत् दीर्घ आकारान्त टाप् प्रत्ययमिति आगत्य सर्वं एतत् विषये अत्र अत्र सूत्रमपि सूत्रं सूत्रक्रमः एवम् अस्ति. अत्र क्रमेण एतत् आगच्छति. भवती एव पठतु. स्वाङ्गा चोपसर्ज साङ्गोप साङ्गोच्चोप विसर्जनाय असर्ज सर्जनादसंयोगोपदात् नासिको दरोश्च सङ्घदन्तकर्णशृङ्गाच्च न क्रोडादि बह्यचः सहनं विद्यमानपूर्वाच्च. अत्र इतोपि अत्र स्पष्टीकरणार्थं पुनरपि पठितव्यम्. अत्र शान्तसूत्रविषये पुनरपि पठतु. चत्वारसूत्राणि सन्ति खलु, पुनरपि पठतु. अत्र शान्तभगिनी अस्ति वा? पठतु पुनरपि. सूत्रक्रमः स्वाङ्गाश्च उपसर्जनाद असंयोगोपधात् नासिकोदरोश्चौ जङ्घादन्तकर्णशृङ्गाश्च मध्ये उपसादपठितः न क्रोडादि बह्वश्च सह नञ्ज् विद्यमानपूर्वाच्च स्वाङ्गाश्च उपसर्जनात् असंयोगपथात् नासिकोदरोश्चौ जङ्घाद् अन्धकर्णशृङ्गाश्च न क्रोडादि बह्वश्च नासिकोदरोष्ठौ जङ्घाद् अन्धकर्णशृङ्गाश्च सूत्रम् अपवादसूत्रं मध्ये पठितम्. अग्रे अपि पठतु. मध्येपवादाः पूर्वान् विधीन् बाधन्ते नूतनान् इति परिभाषायाः आधारेण नासिकोदरोष्ठौ जङ्घाद् दन्तकर्णशृङ्गश्च इति अपवादसूत्रः. स्वाङ्गश्चोपसर्जनात् असंयोगपथात् इति पूर्वसूत्रमेव बाधते, न तु सः नञ्ज् विद्यमानपूर्वाश्च इति उत्तरसूत्रम्. मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाध्यते न उत्तरान्. अतः एव सः औष्ठा यस्याः सा सः औष्ठा इति उदाहरणे नासिकोदरौष्ठ जङ्घादन्तकर्णशृङ्गाश्च इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् सः नञ्ज् विद्यमानपूर्वाश्च इत्यस्यैव प्रवृत्तिः भवति. अर्थात् सः नञ्ज् विद्यमानपूर्वाश्च इति परत्वात् नासिकोदरोष्ठौ जङ्घादन्तकर्णशृङ्गाश्च इति सूत्रं बाधते, यतोहि नासिकोदरोश्च गङ्गा दन्तकर्णशृङ्गाश्च इति सूत्रं दहन नञ्ज् विद्यमानपूर्वाश्च इति सूत्रस्य अपवादः नास्ति। अत्र पुनरपि पुनरपि स्पष्टीकरणार्थम् एतदेव तत्र दत्तं। मध्ये अपवादाः वयं पूर्वं दृष्टवन्तः। मध्ये अपवादाः पूर्वाणि विधीन् एव वदन्ति, न उत्तरविधीन्, पूर्वविधिः एव वदन्ति, उत्तरविधिः न वदन्ति इति अत्र परिभाषा अस्ति। वार्तिकमन्त्र परिभाषा इति सूत्रमपि केपि उक्तवन्तः। अनन्तरम् अत्र वार्तिकमिति वार्तिकमेव स्पष्टीकरणार्थमेव परिभाषा कुत्र भवति, यत्र विधिः न भवति तत्र विधिं सूचयति एव, एतदेव परिभाषा इति। अस्तु, इदानीम् अत्र पश्यतु, परिभाषायाः आधारेण नासिक उदर नासिको उदर ओष्ठ जङ्ग जङ्गा दन्त कर्ण शृङ्गा च इति अपवादसूत्रमस्ति। कस्य अपवादमस्ति? स्वाङ्ग च उपसर्जनात् असयोः उपदात्। एतत्तु 55 अस्ति, पञ्चपञ्चाशत् सूत्रमस्ति। एतत्तु पूर्वसूत्रमस्ति स्वाङ्गच। इदानीम् अत्र मध्ये अपवादः पूर्वान् विधिन् एव वदन्ति, न उत्तरसूत्रम्। अतः तत्र 55 इति उत्तरसूत्रमस्ति, परसूत्रमस्ति। 54 इति पूर्वसूत्रमस्ति। मध्ये अपवादः पूर्वान् विधिन् एव वदन्ति, न उत्तरान् इति पूर्वसूत्रमेव वदते, न तु सहनञ् विद्यमानपूर्वा च इति सूत्रं 57 अस्ति, एतत् न बाधते इति उत्तरसूत्रमपि अस्ति अत्र। मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते, न उत्तरान्। अतः एव सः ओष्ठा इति अस्ति, सः ओष्ठौ यस्याः सः इति उदाहरणेन नासिक उदर ओष्ठजङ्गा दन्तशृङ्गा च कर्णशृङ्गा च इति सूत्रस्य प्रवृत्तिः चेदपि, अत्र परसूत्रमस्ति 55 इति, अत्र प्रवृत्तिः अत्र प्रसक्तिः भवति अपि, परत्वात् सहनञ्ज विद्यमानपूर्वा च इति परसूत्रमस्ति इत्यस्यैव प्रवृत्तिः भवति। अतः तत्र सहनञ्ज विद्यमानपूर्वा च इति परत्वात् नासिक उदर एतत् सूत्रं बाधते। किमर्थं चेत् अत्र नासिक उदर ओष जङ्गा दन्तकर्ण शृङ्गा च इति सूत्रं सहनञ्ज विद्यमानपूर्वा च इति सूत्रस्य अपवादः नास्ति, एतत् परसूत्रमस्ति। अतः मध्ये अपवादः पूर्वान् विधीन् एव बाधन्ते, न उत्तरान्। अत्र प्रश्नः उदेति वा? एतत् समीचीनतया उक्तमेव, किमपि क्लेशः नास्ति एव। प्रश्नः अस्ति चेत् पृच्छतु, वदतु। परन्तु अत्र अन्यप्रकारेण एव अपि चिन्तयामि। अत्र उदाहरणम् अस्ति नासिका, सो नासिका सो सूत्रं स्वाङ्गोचपसर्जनात् संयोगपदात् तत् सूत्रस्य कारणात् नासिकी न भवति, परन्तु अनन्तरं नासिकोदरौष्टजङ्गा दन्तकर्णशृङ्गाच्च कारणात् अपवादः अस्ति, तो नासिकी भवति, नासिकी इति न भवति। अतः एव नीच् विवक्षा अस्ति, परन्तु अत्र प्रतिषेधकः भवति। न 54 सूत्रेण नासिका नासिकी न भवति, कारणम् असंयोगोपधात् उपसर्जनात् तत्र न भवति, परन्तु तस्य अपवादः अस्ति नासिकोदरौष्टजङ्गा दन्तकर्णशृङ्गाच्च, तत् कारणात् नासिकी भवति, परन्तु प्रतिषेधः भवति। हा, स्वीकर्तुं शक्यते, प्रसक्तिः भवति, परन्तु प्रतिषेधः भवति, अतः न भवति। न उपरि अस्ति, उदाहरणमस्ति, तत्र नासिकी अस्ति, उपरि गच्छतु महोदय, उपरि न तत्र उपरि अस्ति महोदय, उपरि किञ्चित् किञ्चित् उपरि अत्र अत्र सि तुङ्गनाशिकी ओके वयं दृष्टवन्तः खलु चन्द्रमुखी चन्द्रमुख तदेव भवति एक विकल्पेन तत् अहम् उक्तं नासिकी 55 सूत्रेण नासिकी भवति भवति हा अनन्तरं अत्र अद गच्छतु महोदय कुत्र समाने हा अत्र अत्र अत्र हा आमां सो स्वाङ्गोचपसर्जनात् संयोगोक्तात् कारणात् नासिकी न भवति परन्तु नासिकोदरोश्च जङ्घादन्तकर्णसिङ्गाच्च अपवादः अस्ति तत् कारणात् नासिकी भवति भवति विकल्पेन भवति विकल्पेन भवति तत् सम्यक् हा अनन्तरं 57 सूत्रेण सः यदि अस्ति चेत् नासिकी न भवति सो 55 सूत्रस्य अपवादः अस्ति अहं तदेव चिन्तयामि चिन्तयतु यतुं शक्यामि रैट् शक्नोमि रैट् सो 57 अस्ति 55 सूत्रस्य बाधकसूत्रं तत्तु सुलभ अस्ति किम् अत्र नो उत्तरान् बाधतात् नो पूर्वान् बाधतात् तस्य चिन्तनम् अत्र यत्र यत्र एतत् स्वीकरणीयं तत् स्थाने वयं स्वीकर्तव्यं मध्ये अपवादान् इति अस्ति एतत् परिभाषासूत्रम् आगत्य तत्र कार्यं करोति एव अतः एव प्रत्ययलोपे प्रत्ययलक्षणम् इति पुनरपि आगच्छति एव न न तत्तु सम्यक् परन्तु अत्र अहं मन्ये तत्र तस्य अपेक्षा एव नास्ति अतः एव महोदय अत्र सूत्रं किं किञ्चित् स्थाने प्रयोगमस्ति प्रसक्तिः भवति अन्यस्थाने प्रतिषेधः अपि भवति अतः एव प्रत्ययलोपे प्रत्ययलक्षणं प्रथमं लोपः भवति न कार्यं करोति अनन्तरम् एतद् आगत्य कार्यं करोति एव अतः एव तत् पदं स्वीकृतं विकल्पेन बहवः सन्ति अत्र सूक्ष्मतया एतद् भवति एव अतः एव चन्द्रमुखी चन्द्रमुखा इति किञ्चित् स्थाने अद टाप् प्रत्ययं किञ्चित् स्थाने नीश् प्रत्ययं कुत्र किञ्चित् स्थाने भवति किञ्चित् स्थाने न भवति इति अतः एव अत्र समीचीनतया एकं पदं प्रयोगं कृतम् अत्र विकल्पेन इति पदं किञ्चित् स्थाने भवति किञ्चित् स्थाने न भवति अतः एतत् पुनरपि एतत् विषये पठितव्यमेव क्रोडादि बहुवचः अनन्तरं नासिका उदर अनन्तरं स्वाङ्गस् एतत् सूत्रम् अनन्तरम् एतत् सूत्रमपि सदनञ्जि विद्यमानपूर्वाच इति सूत्रस्य विषये एव अत्र अर्थमपि अस्ति न पूर्वाच इति एतत् स्पष्टीकरणार्थम् एव अत्र मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ति न उत्तराणि इति एतत् सर्वाणि सूत्राणि सन्ति अपि अत्र पूर्वम् आगत्य कार्यं करोति प्रसक्तिः भवति अन्यत्र न भवति अनन्तरम् एतत् सूत्राणि विषये पुनरपि अत्र स्पष्टीकरणार्थं विकल्पेन भवति इति तत्र दत्तम् अतः एव इदानीम् अत्र उदाहरणं भवता अत्र अत्र दृष्टवान् खलु अत्र एकस्मिन् पक्षे इकारः श्रूयते ञीष् इति प्रत्ययेन अन्यस्मिन् पक्षे टाप् इति प्रत्ययेन आकारः दीर्घ आकारः श्रूयते अतः तत्र वयं किं स्वीकर्तव्यम् अत्र विकल्पेन भवति इति स्वीकर्तव्यं तावदेव खलु महोदय पठतु पुनरपि एकवारं पठतु एतत् क्लिष्टकरमेव अस्ति अत्र चन्द्रमती पठतु चतुष्टा इति समासे ओष्ठ इति शब्दः उपसर्जन उपसर्जनसञ्ज्ञक संज्ञकः स्वाङ्गवाजी तथा च संयोगोपदः अतः तदन्तात् सहोष्ठः इत्यस्मात् साङ्गवाजी उपसर्जनात् संयोगोपदात् चतुर्थाध्याये प्रथमपादे चतुर्पञ्चाशत्तमं सूत्रम् इत्यनेन विकल्पेन ङीप् इति प्रत्ययः अप्राप्तः अस्ति संयोगोपदात् परन्तु सहनन्युद्यमानपूर्वस्य चतुर्थाध्याये प्रथमपादे सप्त पञ्चाशत्तमं सूत्रम् इत्यनेन सूत्रेण ङीप् इति प्रत्ययस्य निषेधः कृतः अस्ति. नासिकोदरोष्ठ जङ्गादन्तकर्णशृङ्गाच्च चतुर्थाध्याये प्रथमपादे पञ्चपञ्चाशत्तमं सूत्रम् इति प्रकृतसूत्रम् अस्य विशेषस्य बाधकं न भवितुम् अर्हति यतोहि मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन नासिकोदरोष्ठजङ्गादन्तकर्णशृङ्गा च चतुर्थाध्याये प्रथमपादे पञ्चपञ्चाशत्तमम् इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति. अतः सहौष्ठ इत्यत्र सहनन्युद्यमानपूर्वश्च चतुर्थाध्याये प्रथमपादे सप्तपञ्चाशत्तमसूत्रम् इति सूत्रेण ङीप् इति प्रत्ययस्य निषेधः क्रियते अतः सहोष्ठा इति समासः प्राप्यते. आम् अत्र पुनरपि स्पष्टीकरणार्थमेव अत्र दत्तं सौ ओष्टौ इति समासे ओष्ट इति शब्दः उपसर्जनसंज्ञकः पूर्वं प्राप्तम् अत्र स्वाङ्गवाचि तदा च संयोग उपदः संयोग अस्ति उपदापि अस्ति अत्र अतः तदन्तात् सहोष्टौ सहोष्ट इत्यस्मात् स्वाङ्गच उपसर्जनात् असंयोगपूर्वात् संयोग अस्ति इति निश्चयेन विकल्पेन ङीष् इति प्रत्ययः अप्राप्तः अस्ति संयोग संयोग उपदात् संयोगः अस्ति अतः एतत् विषये स्वीकृत्य अत्र ङीष् इति प्रत्ययं न प्राप्तम् इति तत्र दत्तम्. अग्रे परन्तु सहनञ् विद्यमानपूर्व च एतेन सूत्रेण ङीष् इत्यस्य प्रत्ययस्य निषेधः अत्र निषेधः यत्र निषेधः भवति यत्र प्राप्तिः भवति तत् स्थाने एव निषेधः भवितुम् अर्हति खलु महोदय अनिलमहोदय निषेधः कुत्र भवति अनिलमहोदय अस्ति वा निषेधः यत्र कुत्र भवति यत्र प्राप्तिः भवति तत् स्थाने एव अत्र निषेधः भवति अतः तत्र एतत् सूत्रम् आगत्य अत्र निषेधः भवति निषेधः कृतः अस्ति अतः एव अत्र नासिक उदर उष्ट जङ्गा दन्त कर्णशृङ्गा च इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि मध्ये अपवादाः पूर्वान् विधिन् बाधन्ते न उत्तरान् इदानीं सहनञ्ज् विद्यमानपूर्वा च इति 57 अस्ति नासिक उदर अस्ति तु पूर्वसूत्रमस्ति इदानीमत्र न उत्तरान् बाधन्ते इति अत्र नासिक उदर एतत् सूत्रम् इति सूत्रम् उत्तरविधिः उत्तरविधेः बाधकं न भवितुम् अर्हति अत्र पृथक्तया स्वीकुर्मः चेत् एतत् पूर्वसूत्रमस्ति नासिक उदर अस्ति तु 55 अस्ति अनन्तरमत्र सनञ्ज् विद्यमानपूर्वाच इति सूत्रं तु 57 अस्ति इदानीमत्र अत्र किं भवति मध्ये अपवादः पूर्वान् विधिन् एव वदन्ति न उत्तरान् इति अस्ति अत्र पूर्वान् विधिन् अत्र किं 55 एव पूर्वविधिः एव न उत्तरान् इत्युक्ते अत्र सहनञ्च विद्यमानः एतत् न बाधकम् इति तत्र दत्तं परन्तु सूत्रम् उत्तरविधेः एव बाधकं न भवितुम् अर्हति अतः सहोष्ठ इत्यत्र सहनञ्च विद्यमानपूर्वा च इति सूत्रेण निश् इति प्रत्ययः निषेधः क्रियतः अतः सहोष्ठ इति समासः प्राप्यते अतः तत्र सहनञ्ज विद्यमानपूर्वा च इत्यनेन निश् इति अत्र निषेधकं भवति अतः एव अत्र सहोष्ठा इति निश् इति प्रत्ययं न आगच्छति यदत् अजत् यत् अजत् अजाद्य ताप् इति प्रत्ययम् आगच्छति तावदेव अतः एव ओष्ठा इति समासः अत्र क्रियते अत्र अनिल् महोदय अग्रे पठतु यथा पूर्वोक्तं नासिकोदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च इति सूत्रं न क्रोडादिबह्वचः इति सूत्रस्य बाधकं भवति पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन परन्तु सहनन्नि विद्यमानपूर्वाच् इत्यस्य बाधकं न भवति अर्थात् सहनन्नि विद्यमानपूर्वाच् इत्यनेन नीस् विधानं निषिध्यते अतः पाक्षिकः नीस् इति प्रत्ययः न भवितुम् अर्हति अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययस्य योजित्वा सहनासिका इति रूपं लभ्यते एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते इदानीं भवान् अग्रिमवर्गे भवान् एव अत्र पठतु पुनरपि एतत् विषये एव किमर्थं बाधकं किमर्थं न बाधकम् इति तत्र दत्तं भवान् अग्रिमवर्गे एतत् विषये एव आरप्स्यते इति अहं मन्ये अनन्तरम् अत्र भवान् एव अत्र प्रतिपादयतु किञ्चित् एतत् विषये पठन्तु आगच्छतु भवान् एव अत्र अन्तिमश्लोकं वदतु आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः सर्वेभ्यः धन्यवादः अत्र प्रश्नः उदेति चेत् लिखतु अग्रिमवर्गे एतत् विषये अत्र पश्येम धन्यवादः धन्यवादः